नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे तव्यत् तुमुन् तृच् इति पाठः अनुवर्तते। गतसप्ताहे अतिदेशः, अतः त्रीणि कार्याणि, तत्र इडागमविशेषः, धात्वादेशः, अतिदेशः इति त्रीणि कार्याणि। तत्र अतिदेशः इत्यत्र अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा तस्मात् भिन्नो भवति, अनेन नूतनलक्षणम् अध्यारोप्यते इति अतिदेशस्य लक्षणं भवति। तत्र गाङ्कुटादिभ्यो णित् णित् णित् इति सूत्र, अनन्तरं विजयित् विभाषोर्नोः इति सूत्रत्रयम् अधीतम् अस्माभिः। तत्र गाङ्कुटादिभ्यो णित् णित् णित् इत्यनेन इङ् धातोः, तत्र यः गाङ् इङ् धातोः स्थाने गाङ् धातुः, तस्मात् तत्र गुटादिगणेभ्यः धातुभ्यः णित् णित् भिन्नप्रत्ययः णित्वत् भवति, अतः णित्वत् इति एव अतिदेशः अत्र इति प्रथमसूत्रमासीत् अतिदेशसूत्रेषु। अग्रिमम् अस्ति विजयित्, तत्र मध्ये वयं कुटादयः दातवः इति अपि चिन्तनं कृतं। तत्र कुटादयः दातवः, कुटादिगणे पञ्च अजन्तदातवः सन्ति, गु कुङ् द्रु द्रु क्षम्यतां द्रु नु धु इति पञ्चदातवः कुटादिगणीय अजन्तदातवः। तत्र सर्वत्र नितीच इत्यनेन सूत्रेण गुणनिषेधः, परन्तु णू स्तवने धू विदून विदूनने इति सेटौ, अतः तत्र अचिष्णुधातु ब्रुवाम् इत्यनेन उवङ्गादेशः, अतः एव गू इत्युक्ते गुत गुतव्यं, नू धू इत्यत्र नुवितव्यं दुवितव्यम् इति रूपम्। एतत् पुनः अग्रे आगच्छति उकारान्तधातुः इत्यस्मिन् गणे पुनः आगच्छति। अनन्तरं गुतादिगणे हलन्तदातवः इति अपि अस्माभिः दृष्टं, तत्र किं तत्र गुणनिषेधः एव, क्रिड् क्रिडधनत्वे इत्युक्ते क्रीडितव्यं, क्रीडितुं क्रीडिता इति गुणनिषेधः। अनन्तरं तत्र गाङ् लिटि इत्यनेन लिटि लुङ्गि लृङ्गि अयम् आदेशः भवति, लिटि नित्यं लुङ्गि लृङ्गि च विकल्पेन, अयम् आदेशः इत्युक्ते गाङ् इत्यस्य प्रसङ्गो नास्ति, यतो हि इङ् धातुः स्थाने गाङ् आदेशः न भवति येषु परेषु कव्यत् तृमुन् तृच्। अस्तु, गाङ्कुटादिभ्यो इत्यनेन यद् इङ् धातोः स्थाने गाङ् इति आदेशः तव्यत् तृमुन् तृच् प्रत्ययेषु नास्ति, इत्युक्ते गाङ् इत्यस्य प्रसङ्गः तत्र नास्ति, परन्तु कुत्र भवति इत्युक्ते लिटि लुङ्गि लृङ्गि तु अयम् आदेशः भवति, लिटि नित्यं लुङ्गि लृङ्गि विकल्पेन इति। इदानीम् आगच्छति अस्माकं विजयित्, ओ विजि भयचलनयोः विज् धातुः, तत्र विजयित् इति सूत्रं, तुदादिगणीय विज् धातुः, सर्वे विधीयमानः इडादिप्रत्ययः तत्र ङित्वत्, अतः विजयित् ङित् एतदपि ङित्वत् भवति। उद विजयित इतव्य पुगन्तलघुपदस्य गुणादेशप्रसक्तिः परन्तु बाधितं भवति, किमर्थम् इत्युक्ते ङित्वत्, अतः ङिति च इत्यनेन गुणनिषेधः, उद्विजितव्यम् उद्विजितुम् उद्विजिता इति रूपम्। अनन्तरम् ऊर्णुधातुः विभाषोर्नोः इति सूत्रं, तत्र ऊर्णुधातुः विधीयमान इडादिप्रत्ययः विकल्पेन ङित्वत्, अतः तत् ऊर्णु योगः ईतव्य इत्यत्र पक्षे गुणनिषेधः भवति, तत्र अचिष्णुधातु ब्रुवाम् इत्यनेन उवङ्गादेशः, अतः ऊर्णुवितव्य ऊर्णुवितव्यम् इति रूपम्। अपक्षे यत्र ङित्वत्वं न भवति तत्र गुणप्रसङ्गः, सार्धधातुकार्धधातुकयोः एचोयवायावः, ऊर्ण वितव्यम्, अतः ऊर्णु वितव्यम् ऊर्ण वितव्यम् इति रूपम्। विज इति विभाषार्णोः किमर्थं सार्वधातुकप्रक्रियायां न भवति इत्युक्ते तत्र सूत्रद्वयमपि इडागमम् अवलम्ब्य कार्यं करोति, अतः तत्र सार्वधातुकप्रक्रियायां तु इडागमः एव नास्ति, अतः तत्र तद् न भवति. अनन्तरं सामान्य अङ्गकार्यात् पूर्वं त्रीणि कार्याणि भवन्ति, ते के इत्युक्ते धात्वादेशः, इडागमः, अतिदेशः, तदेव वयम् इदानीं चर्चितवन्तः. सामान्य अङ्गकार्यम् इत्युक्ते किम् इति अपि अस्माभिः दृष्टम्. तत्र अतिदेश तव्यत्तुम् सामान्य अङ्गकार्यम् इत्युक्ते के अतिदेशसूत्राणां प्रसक्तिः न भवति, अतिदेशसूत्रेण तव्यत्तुमुन् तृच् प्रत्ययः नित्वत् न भवन्ति चेत् इगन्तधातूनां लघुपदधातूनां गुणादेशः भवति. यत्र अतिदेशसूत्रस्य प्रसक्तिः एव नास्ति तत्र गुणः भवति. यदा इगन्तधातुः नियोगः तव्यत् इत्युक्ते तत्र गुणः नेतव्य, नेतुं, नेता इति, हु होतव्यं, होतुं, होता, अत्र अतिदेशसूत्रस्य प्रसक्तिः नास्ति, अतः तत्र सामान्यकार्यं, सामान्यकार्यम् इत्युक्ते गुणः इति. इगन्तधातुः सेट् अस्ति चेत् तत्र यान्तावान्तादेशसन्धिः अपि भवति. गुणः अनन्तरम् एचोयवायावः, शयितव्यं, शयितुं, शयितृ इति रूपम् इति तत्र दृष्टवन्तः. अनन्तरं लघुपदधातुः अस्ति चेत् पुगन्तलघुपदस्य च तत्रापि लेखितव्यं, लेखितव्या, लेखि लेखितुम् इति रूपं, मेदितव्यं, मेदितुं, मेदिता, वर्षितव्यं, वर्षितुं, वर्षिता, सर्वत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति. विशेषलघुपदधातुः यथा पूर्वं कृप् धातुः, कृप् अवकल्कने, तत्र कृप् योगः तव्यत्योगः, तत्र पुगन्तलघुपदस्य च इत्यनेन कर्प् कर्पितव्यं, कृपोरोलः कल्पितव्यं, हा क्षम्यतां कल्पितव्यं, कल्प्तुं, कल्प्ता इति तत्र रूपं भवति. कृप्तातुः तु वेट्, अतः कृप् इतव्या इत्यपि एकं रूपं भवति. हल्स् अतः प्रत्ययः जादिः, अतः हल्स् सन्धि अवसरः नास्ति. आं सत्यम्, अतः तत्र कल्पितव्यं, कल्पितुं, कल्पिता, रूपद्वयमपि साधु, कल्पितव्यं, कल्पितव्यम् इति साधु. वृजे वृद्धिः कृतं वा? वृजे वृद्धिः आरभ्य कुर्मः, प्रायः न कृतम् इति चिन्तयामि. अरुणा भगिनी भवती एव पठति वा मृजधातोः वृद्धिः? आं भगिनि, मृजधातोः वृद्धिः मृज् युगतव्यत् मृजेर्वृद्धिः इति सूत्रेण मार्ज् युगतव्य व्रश्च भ्रश्च सृज मृज यज राज ब्राज तत्सांसः इति सूत्रेण आष्णाजकारस्थाने मूर्तन्यषकार भवति, माष्टव्यं भवति. मृज् युगत्वम् अत्रापि मृजो मृजेर्वृद्धिः इति सूत्रेण प्रथमं गुणवृद्धि भवति मार्जयोगः. व्रश्च भ्रश्च सृज मृज यज राज ज चत्सां सः इति सूत्रेण सकार आगच्छति, माष्टुम् इति रूपं भवति. मृज्युग तृच् अत्रापि मृजेर्वृद्धिः इत्यनेन वृद्धि मृज् मार्ज् भवति. तदनन्तरं तृच् प्रत्ययः वृश्च ब्रज सृज इति सूत्रेण सकारः आदेशः माष्टा इति भवति. अत्र सन्नाष्टुः सूत्रेण तत्त्वसन्धिकार्यमपि भवति. अत्रुनास्तु सूत्रेण स्तत्वं सन्धिकार्यमपि भवति. सत्यं, मार्ज् योगः तृच् प्रश्च भ्रश्च इत्यनेन षकारः आदेशः भवति. मार्ज् मार्श् योगः तृच् इदानीं षकारस्य स्थाने षकारः. अवगतं भगिनि. मुज्जेर् वृद्धिसूत्रम् मृज् धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्ययपरे अङ्गकारत्वात् प्रत्ययः परे अस्ति एव स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव मृजेः षष्ट्यन्त्यं वृद्धिः प्रथमान्तं दिसुपदमिदं सूत्रम् इको गुणवृद्धिः इत्यस्मात् परिभाषसूत्रात् इत्यस्य षष्ट्यन्त अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मृजेः अङ्गस्य इकः वृद्धिः मृजेर्वृद्धिसूत्रं वदति मृत्युधातुतो इक् वर्ण अस्ति अपदायाम् अत्र वृद्धिः भवति निमित्तम् अस्ति सारुधातुकः आर्धधातुकप्रत्ययपरे अङ्गकार्यत्वात् प्रत्ययपरे एव कार्यं भवति अनुवृत्तिसहितसूत्रं केवलं भ्रश्च भ्रश्च सृज मुज यज राज ब्राज चषांसः जलि पदस्य अन्ते च अत्र धातवः सन्ति वश्च भ्रश्च सृज मृज यज राज ब्राज तुक् सहितचकार भगिनी च षकार अस्ति चेत् मूर्धन्यषकारः आदेशः भवति निमित्तानि अस्ति जलि परे पदस्य अन्ते जलि अस्ति चेत् तत् सूत्रं कार्यं करोति मृज् धातुः वेट् अत्र मृज् इतव्य इति रूपमपि मार्जितव्यम् इति भवति ओके मृज् योगः वेट् इत्यनेन इदागमः अस्ति चेत् प्रथमं गुणवृद्धिः अत्र अत्रापि गुण मार्जयेत् वृद्धिः भवति तदनन्तरं तव्य मार्जितव्यम् इति रूपं भवति अत्रापि वृद्धिकार्यं किन्तु प्रत्ययजातिः ओके अतः हलसन्द अवसरः नास्ति तेन अस्य धातुः इद् सहितानि रूपाणि मार्जितव्यं मार्जितुं मार्जिता सत्यं तत्र शृणास्तुः न भवति तावदेव अन्यत् सर्वं समानं मितव्य मार्जितव्यं मार्जितुं मार्जिता इति रूपं शृणास्तुः हल्सन्धिकार्यम् इत्युक्ते शृणास्तुः न भवति न भवति समीचीनं भगिनी सम्यक् धन्यवादः धातुः अनन्तरम् उषा भगिनी कुटादिगणीयदातवः अतिदेशः कुटादि कुटादिगणीयधातवः अतिदेश भगिनी तस्मात् पूर्वं कृप् धातोः अत्र इडागमस्य चिन्तनम् इडागमः न दत्तं खलु कृप् धातु सेट् एव वेट् इति दत्तं वा अस्तु अस्तु कुतः तत्र रूपद्वयं कल्तव्यं कल्पितुं कल्ता कल्पिता कृपोरोलः भवति अनन्तरं हल्सन्धि अवसरः अत्र अजादिः इत्युक्ते नास्ति तत्रापि कल्पयोगः तव्यं तत्रापि हल्सन्धिः नास्ति केवलं वर्णमेलनमेव परन्तु कृपोरोलः भवति अस्तु अस्तु कृप्ता तु कृप् इत्यनेन हलन्तधातु इत्यनेन इडागमः शुड् बि देर् बट् बिकास् इट्स् ओके अस्तु कल्प्तव्यं कल्प्तुम् ओके वेट् धातु अस्तु अस्तु बट् ऊदितो वा इस् ओन्लि फर् तप्रत्यय खलु वाट् इस् ूयति स्वरति सूति सूयति गूञ्ज ऊदितो वा अय ऊकारः ऊकारः स्वरति सूति इति लटः सूयति दूञ् इत्येतेभ्यः ऊदितव्यश्च उत्तरस्य वलादि आर्धधातुकस्य वेडागमो भवति. सूत्र खलु ऊदितो वा आर् संथिङ्ग् लैक् दट् तदपि अस्ति परन्तु अन्ते ऊदितो वा इति स्वरति सूति धूति ऊदितो वा इति बट् देर् इस् आल्सो अनदर् सूत्र जस्ट् रदादिभ्यश्च इति अस्ति अत्र तु वलादि अर्धधातुकविषये खलु भगिनि ऊदितो वा ऊदितो वा ऊदितो वा इति वा क्षम्यता ऊदितो वा या ऊदितश्च इति एकं सूत्रमस्ति ऊदितो वा अस्ति 756 अस्ति अस्ति ऊदित ऊदितधातोः त्वा प्रत्यये परतः वेडागमः भवति. समित्वा शान्त्वा समित्वा तान्त्वा दमित्वा दान्त्वा ऊदित् धातु ऊदित् धातु दिस् इस् ऊदितो वा अस्तु. कुटादि कुटादिगणीयधातवः अतिदेशः केनचित् अतिदेशसूत्रेण एते त्रयः प्रत्ययाः ङित्वत् भवन्ति चेत् गुणकार्यं निषिध्यते. एते त्रयः प्रत्ययाः ङित्वत् चेत् ङिति च सूत्रेण गुणनिषेधः प्राप्यते. ङिति च सूत्रं यः प्रत्ययः ङित् चित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म सः न ओके अनुवृत्तिसहितसूत्रं ङिति च इकः गुणवृद्धि न. पञ्चत्रिंशत् कुटादयः धातवः अपि च विज् धातुः आहत्य षट्त्रिंशत् धातुभ्यः एते त्रयः प्रत्ययाः तव्यत् तुमुन् तृच् विहिताः चेत् ङित्वद् भवन्ति इति कारणतः ङिति च इत्यनेन गुणः निषिध्यते. कुटादयः कुटादयः गुणनिषेधः अस्ति. कुटादिगण कुटादिगणसदस्यः नू धातुः यथा इगन्तधातुषु नू योगः ईतव्य इति चेत् सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्रसक्तिः गाङ् कुटादिभ्यो निन् ङित् निन् ङित् इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ङित् ङित् भिन्नप्रत्ययः ङित्वत् भूत्वा तव्यत् प्रत्ययः ङित् ङित् भिन्नः भिन्न भिन्नः अतः ङित्वत् भवति. ङिति च इत्यनेन गुणनिषेधः नूयोगः इतव्य इतव्य अचिष्णुधातुब्रुवामि बोरियङ्गुभङ्गौ इत्यनेन इकारान्त उकारान्तधातुरूप्य अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ् उवङ् आदेशः भवति अजादिप्रत्यये परे. नुव् योगः इतव्य नुवितव्यम् अस्तु. नू धातु कुटादिगणीयधातु कुटादिगणे षट्त्रिंशत् धातवः षट्त्रिंशत् धातोः कृते नू इति धातु इगन्तधातु इगन्तधातु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्रसक्तिः. गाङ्कुटादिभ्यो अणिन् ङित् इति सूत्रेण ङित्वत् भवति. ङित्वत् भवति इत्यनेन गुणकार्यं निषिद्धः भवति. अचिष्णुधातु ब्रुवामि बोरिङ् उवङ्गौ इत्यनेन ऊकारस्य स्थाने उवङ् आदेशः भवति. नुव्योगः इतव्य नुवितव्यम् एवमेव चिन्तनम् अपेक्षितं तुमुन् तृच् योजनसमये अपि. सो तत्रापि नुयोगः नुव् योगः नुब् योगः तुम् नुबि नुबितुं नुबितृच् नुबिता इति भवति नुबिता सत्यं नुबिता कुटादि कुटादिगणस्य अन्यसदस्याः अत्र दीयन्ते कुटादिगण उपरित उपरितनम् उदाहरणं दृष्ट्वा इमानि रूपाणि साधयन्तु धू योगः इतव्य ङित्व सार्वधातुक अर्धधातुकयोः गुणप्रसक्तिः अस्ति ऊकारान्तधातु गुणप्रसक्तिः परन्तु गाङ्कुटादिभ्यो अण्णिनिन् ङित् इत्यनेन ङित्वत् भूत्वा गुणनिषेधः भवति दूयोगः इतव्य इत्यस्य कृते अनन्तरम् अतिष्णुधातु ब्रुवाम् ऊकारस्य स्थाने उभङ्गादेशः दुवितव्य दुवितुं दुविता धूयोगः इतुमपि तथा दट् दुवितुं दुवि दूयोगः इतृच् दुविता भवति दुवितृ दुविता दुविता दुवितर दुविता गुयोगः तव्य तत्रापि गुणनिषेध नित्वत् भूत्वा गाङ्कुटादिभ्यो निन्नित् गु ओके गु इति अत्र सूत्रे एव दत्तं बट् धू यु केनाट् रिमेम्बर् ओके नू गु धू ओके सो गुवि तव्यं गुवितव्यं गुवितुं गुवितं ओ इडागम नास्ति ओ इडागम नास्ति अस्तु अस्तु सो गुयोगः तव्य गुयोगः तव्य इति कृत् गुणनिषेधः भवति अनन्तरम् अचिष्णुधातु ब्रुवामि वो रियङ्गो वङ्गो प्रसक्तिः ओ अचि नास्ति अचि नास्ति अचि नास्ति इत्यनेन तदपि नास्ति सो गुयोगः तव्य सो गुतव्य एव वा सत्यं गुतव्य गुतव्य ओके अस्तु भगिनि गुतव्यं गुतुं देन् गुता गुतृ प्रथमा विभक्ति गुता भवति ओके तद् दू इति कुटादिगणीयधातुः गां कुटादिभ्यो खलु तत्र कुटादिगणीयधातुः इत्यनेन दू धातुः अत्र उक्तं प्रथमं दूयोगः इतव्य इति अत्र पञ्चत्रिंशत् धातवः इति दृष्टवन्तः खलु अजन्ताः हलन्ताः कुटादिगणीयधातवः इति तेषु दू इति अन्यतमः अनन्तरं कू अपि इडागमा नास्ति सो कुतव्यं कुतुं कुता इति भवति सत्यं सर्वे कुटादिगणीयदातवः अतः एव तत्र गाङ्कुटादिभ्यो इति सूत्रेण गुणनिषेधः अस्तु भगिनि अतः महोदय भवान् पठति वा ऊर्नु पुनः पुनः यद् वयं पूर्वं पठितवन्तः तदेव आगच्छति परन्तु शीर्षकं भिन्नं तावदेव इदानीं तद् किम् शीर्षकं किम् आसीत् अतिदेशः इति पुनः तत्र ऊकारान्तधातुः ईकारान्त तत्र पुनः एतदेव आगच्छति एतत्तु सामान्य अङ्गकार्यम् इति अस्ति सामान्य अङ्गकार्यम् इत्यत्र एतत् सर्वम् आगच्छति पुनः तत्र उकार ईकार इति पुनः आगच्छति आं महोदय किञ्चित् मन्दमस्ति किञ्चित् मन्दमस्ति इदानीं समानमेव अस्ति अहं म्यूट् मध्ये भवामि भवान् पठत्व इदानीम् अस्तु इदानीं श्रूयते वा आं श्रूयते इदानीं श्रूयते श्रूयते पठतु हा ऊर्णधातुः एकस्मिन् पक्षे णित्वं भवति अतः गुणनिषेधः ऊर्णितविभाषा इति सूत्रेण अस्तु ऊर्णयोग इत ऊर्णयोग इतव्य तत्र इडागमः भवति अनेकाश अस्ति अतः ऊर्णयोग इतव्य तत्र गुणनिषेधः इत्वं विकल्पेन नित्वं भवति तत्र ऊर्ण इति अतः तत्र ऊर्णयोग इतव्य गुणनिषेधः अतिष्ठधातुर्वाङ् इत्यनेन उवङ् आदेशः ऊर्णवितव्यम् अपक्षे नित्वं न भवति चेत् गुणप्रसङ्गः ऊर्णयोग इतव्यः ऊर्णो अनन्तरं यचो यावयावः ऊर्णवितव्यम् तत्र सतैव तत्र सुमुन् प्रत्ययस्य तत्र ऊर्णयोग इतुं तत्र ऊर्ण ऊर्णवितुम् इति एकमस्ति ऊर्णवितुं तथैव तत्र ऊर्णो योग ऊर्णो भवति ऊर्णवितुम् इति तृच् प्रत्ययस्य तत्र गुणपक्षे ऊर्णयोग इतृ इतृ इति अस्ति तत्र ऊर्णो ऊर्णवित् ऊर्णवितृ ऊर्णवित् ऊर्णविता इति भवति तत्र णित्वपक्षे ऊर्णयोग इयङ्गु ऊर्णुविता ऊर्णविता इति ऊर्णविता ऊर्णविता रूपद्वयं कुटादिगणीय कुटादिगणस्य लघु उपधाधातुषु उपधाधातुषु कुटादिगणस्य लघु उपधाधातुषु दिप् धातुः दिप् योग इतव्य तत्र पुगन्तलघुपदस्य चेत् गुणस्य प्रसक्तिः गाङ्कुटादिभ्यो णित् णित् इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः णित् णित् भिन्नप्रत्ययः णित् वत् अव्यत् प्रत्ययः णित् णित् णित् भिन्नः णित्वत् णित्वत् भवति णितिजति इत्यनेन गुणनिषेधः डिपितव्यं डिपिता अथवा डिपितुम् इति भवति एवमेव पुट् धातु पुट् धातु अस्ति तवर्गीय सर्वे सवर्गान्तदातवः इडयोग्याः पुट् पुटितव्य पुटितव्यं पुटिता पुटितुम् इति अस्ति स्फुर् तत्रापि स्फुरितव्यं स्फुरिता स्फुरितुम् इति क्रीड् धातुः अस्ति क्रीडितव्यं क्रीडितव्यं क्रीडि क्रीडितुं क्रीडिता इति भवति उत् उपसर्ग विज् धातुः विजः इट् इत्यनेन तत्र नित्वत् भवति उद् उद्विज् इति इतव्य तत्र तत्र चेट् प्रत्ययः अस्ति अव्यत् प्रत्ययः भवति चेत् तत्र इडागमः नितिचित्रेण गुणनिषेधः उद्विजितव्यम् इति भवति अनेन सामान्यम् अङ्गकार्यं समाप्तम् अङ्गकार्यविशेषः अपि प्रदर्शितः अतः एव तत्र भिन्नभिन्नशीर्षकेषु समानकार्यम् उक्तं प्रथमम् अतिदेश इति शीर्षके तद् दृष्टवन्तः खलु अनन्तरं सामान्य अङ्गकार्यम् इति अस्ति अनन्तरम् अग्रे पुनः भुवादिगणात् आरभ्य क्रियादिगणपर्यन्तं तत्रापि पुनः एतदेव आगच्छति हा पठतु महोदय तत् तर्हि एतावता अस्माभिः तर्हि एतावता अस्माभिः दृष्टं यत् धातुप्रत्ययोः मध्ये सामान्य अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि सामान्य अङ्गकार्यात् कार्यस्य साधनात् पूर्वं त्रीणि कार्याणि धात्वादेशः विरागमः अतिदेशः धात्वादेशः प्रसङ्गवशात् धातोः आकृति पुनः परिवर्तनीया इति इडागमः धातुविडागमदृष्ट्या मूलस्वभावः कः अपि च विद्यमानप्रत्ययस्य प्रभावेन अनिट् धातुः सेट् तु न जायमानः अथवा प्रत्ययस्य प्रभावेन सेट् धातुः तु वेट् न जायमानः इति अस्ति अतिदेशः केनचित् अतिदेशसूत्रेण प्रत्ययः णित्वत् अथवा कित्वत् भवति वा इति अत्र सर्वस्य परिचयानन्तरं सामान्यम् अङ्गकार्यं साधनीयम् सामान्य अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः तव्यस्तुमन्त्रस्यरूपाणां सिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयं भवति. उवादिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां तव्यस्तुमन्त्रस्यरूपाणां सिद्धिः उवादिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषां सेटाम् अलन्तधातूनां रूपाणां तत्र प्रत्ययत्रयाणां रूपसिद्धिः. भवादिगणादारभ्य क्रयादिगणपर्यन्तं सर्वेषां वेटाम् अनिटाञ्च हलन्तधातूनां तव्यत्वं रूपाणां सिद्धिः. निजन्तधातून् रूपसिद्धिः, सनन्तधातून् रूपसिद्धिः, यङन्तधातून् रूपसिद्धिः, यङ् लुगन्तधातून् रूपसिद्धिः, क्यच् क्यच् क्यङ् इति सनन्तप्रत्ययः तत्र आसु सनन्त धातूनां तव्यत्वं रूपसिद्धिः. अग्रे गत्वा सर्वत्र धातु सेट् इति चेत् इडादयः प्रत्ययः संयोजनीयः, धातु अनिट् इति चेत् अनिडादयः प्रत्ययः संयोजितः. एतदेव गतपाठे अपि दृष्टवन्तः खलु, समानवर्गीकरणमेव. सामान्य अङ्गकार्यं प्रथमम्, अनन्तरं विशेष अङ्गकार्यम् अस्तु. अरुणा भगिनी, धन्यवादः महोदय. निजन्तधातूनां तव्यतुमु तस्मात् अनन्तरं प्रथमबिन्दुः भुवादिगणात् आरभ्य त्रयादिपर्यन्तं सर्वेषाम् अजन्तधातूनां. ओके भगिनि, सामान्य अङ्गकार्यं प्रथमं भुवादिगणात् आरभ्य अनन्तरं अस्ति खलु पठितं महोदयेन पठितं खलु, तस्मात् अनन्तरम् अग्रे गत्वा सर्वत्र धातुः सेट् अस्ति चेत् इत्यस्मात् अनन्तरम् एकः वन् इति अस्ति खलु. ओके ओके, भवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां वेटां नीटां च हलन्तधातूनां तव्यतुमन्त्रचरूपाणि रूपाणां सिद्धिः. निजन्तधातूनां तव्यतुमन्त्ररूपसिद्धिः, सन्नन्तधातूनां तव्यतुमन्त्ररूपसिद्धिः, यङ्गन्तधातूनां तव्यतुमन्त्ररूपसिद्धिः, यङ् लुगन्तधातूनां तव्यतुमन्त्ररूपसिद्धिः, ह्यच् ह्यश् ह्यङ् प्रत्ययान्तधातूनां तव्यतुमन्त्ररूपसिद्धिः. अग्रे गत्वा सर्वत्र धातुः सेट् अस्ति चेत् इडादयः प्रत्ययः संयोजनीयः, धातुः अनिट् इति चेत् अनिडादयः प्रत्ययः संयोजनीयाः. ओके, प्रथमबिन्दु अन्नमस्ति, भवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां तव्य तुमुन् तृच् रूपसिद्धिः. दीर्घाकारान्त आकारान्तः च एजन्ताः च धातवः, सामान्यः आकारान्तधातवः, आकारान्तदातु सर्वे एकाचः आनीतः सन्ति. अत्र च किमपि विशिष्टकार्यं न वर्तते, अतः एतेभ्यः धातुभ्यः अनेक प्रत्ययः विहितः भवति. उदाहरणमस्ति, दायवतव्यं दातव्यं, पायवतव्यत् पातव्यत्, दायगतुमुन् दातुं, पायवतुमुन् पातुं, दायुगतृच् दातृ दाता भवति, पातृच् पातृ पाता भवति. दरिद्रः धातुः एक अनेकात् धातुः अस्ति, सर्वे सामान्यतया अनेकात् धातवः सर्वे श्वेतः इति वयं जानीमः. अत्र तादृश एकः आकारान्तधातुः वर्तते, दरिद्रा धातुः. तत्र त एकं वार्तिकमस्ति, दरिद्र दरिद्रा ते ओ तेः आददातुके लोपो वक्तव्यः, इत्यनेन दरिद्रा धातोः आदिदात्तुक प्रत्ययपरे आकारलोपो भवति. ओके, दरिद्र इति अनेकात् धातुः अस्ति, अतः सेतः वार्तिकमस्ति, विशिष्टकार्यमस्ति वार्तिकेन. दरिद्रे आदधातुके लोपो वक्तव्य, तनेन दरिद्रधातुः आकारः लोपः भवति, निमित्तमस्ति आदधातुकप्रत्यये परे. ओके, दरिद्र युग इ युहतव्यत् दरिद्र दरिद्रतेः आदधातुके लोपो वक्तव्य इति वार्तिकेन आकारलोपभूत दरिद्र युग इ तव्यत् दरिद्रितव्य इति रूपं. दरिद्रायो इ तुमुन् अत्रापि आकारलोपः वार्तिकेन दरिद्र इतुं दरिद्रतुं दरिद्रायो इ तृच् दरिद्र आकारलोपः वार्तिकेन दरिद्रदाते आददातुके लोपो वक्तव्य इति वार्तिकेन दरिद्र यव ईतृ दरिद्रितृ दरिद्रिता भवति, पुंलिङ्गे दरिद्रित्री इति भवति, दरिद्रितृ नपुंसकलिङ्गे. दरिद्रितव्य प्रातिपदिकस्य सुबन्तरूपाणि त्रिषु लिङ्गेषु रूपाणि दरिद्रितव्यः दरिद्रितव्य दरिद्रितव्यम् तदेव दत्तम्. एजन्तदातः वयम् आदे च अपदेशे शिति इति सूत्रेण उपदेशे एजन्तस्य धातोः आप्तं न तु शिति वयं पठयामः भगिनि सूत्रं येन वयं जानीमः आदेश उपदेशे शिति नवचसहितमस्ति. एचः धातोः आत् उपदेशो अशिति, अतः प्रथमं उदाधे धातु यच्छन्दधातु ये देयो गतव्य आदेश अपदेशे अशुद्धि इत्यनेन दे आकार आत् भवति. एकारस्थाने दायो गतव्य दातव्य दातव्यं दातव्या दातव्यः दे एव तुमुन् आदेश उपदेशे अशुद्धि इत्यनेन दायो गतुमुन् दातुं दा धेयवतृच् आदेशप्रत्ययसित् उपदेशस्त्रीणि सूत्रेण आत् आदेशः धायवतृ आधातृ धाता धात्री धातृ जय धातु अत्रापि द्वये यवतव्यत् आदेश उपदेशेन आत् आदेशम् उक्त्वा ध्या भवति, ध्यायतव्य धातव्य त्रिषु लिङ्गेषु दातव्यः दातव्या दातव्यं तदेव तुमुन् ध्यायोग तुमुन् आदेश उपदित्तेन आदेशः ध्या एव तुं ध्यातुं ध्यै युगतृच् आदेश उपदेश चिन्त्येन आत्वं ध्यायुगतृ ध्यातृ ध्याता पुंलिङ्गे ध्यात्री ध्यातृ इति नपुंसकलिङ्गे भवति. तदा श्रोयुगतव्यत् अदपि एच् एजन्तधातुः एज् ओ स्थाने आ भवति आदेश उपदेशचिन्त्येन शायुगतव्य शातव्य शातव्यं शातव्यः शातव्या त्रीणि रूपाणि त्रिषु लिङ्गेषु. शोयुगतुमुन् आदेश उपदेशेन आदेशः शात् युगः तुमुन् शातुं शा शोयुग तृच् अत्रापि आदेश उपदेशेन आदादेशः शायुगतृ शातृ शातृ शाता भवति, पुंलिङ्गे शात्री शातृ इति नपुंसिंहलिङ्गे. तदेव गै युगतव्यत् गातव्य गातव्यः गातव्या गातव्यं घै युगतुमुन् गातुं रूपं गायवतृच् गातृ गाता गात्री श्रीलिङ्गे गातृ नपुंसिंहलिङ्गे. समीचीनं, केवलं तत्र दरिद्रधातुः एव तत्र अपवादरूपेण अस्ति तत्र केवलं तत्र एव इडागमः सम्यक् समीचीनं भगिनि धन्यवादः उषा भगिनी इकारान्त आं भगिनि श्रूयते वा भगिनि श्रूयते वा श्रूयते भगिनि श्रूयते भगिनि ओ अस्तु अस्तु एजन्तधातवः इकारान्त इकारान्तधातवः सामान्याः इकारान्तदातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक आर्धधातुकयोः इति सूत्रेण भगिनी पूर्वं यत् अरुणा भगिनी पठितवती धे योगः तव्यत् धे बिकम्स् धा इवन् सीदरूपं धातव्यम् इति रूपं पश्यामि चेत् धातव्यं धा जुहोत्यादिगणे अपि अस्ति खलु द्वादिगण द्वादिगणा धे सो दातव्यम् इति रूपं पश्यामः चेत् वयं न जानीमः धा धातु वा धे धातु वा तत्तु सत्यं सत्यं प्रसङ्गवशात् एव खलु तत्र धातोः अनेकार्थ धे इत्युक्ते किम् पश्यामि एकनिमिषं धे धे धातुः तेट् इति धातुः पाने भुवादिगणः पाने टु ड्रिङ्क् भगिनि सत्यं सत्यं पिबति दातव्यम् इति योजयामः चेत् दातव्यम् इत्युक्ते तत्र धा डुदाय् धारणपोषणयोः इत्यपि आगच्छति दे पाने इत्यपि आगच्छति सत्यम् आम् तद् प्रसङ्गवशात् एव ज्ञातुं शक्नुमः साक्षात् रूपं दृष्ट्वा वक्तुं न शक्यते अस्तु भगिनि इकारान्तदातवः सामान्याः इकारान्तदातवः अत्र गुणकार्यं भवति यथा अपेक्षितम् सार्वधातुकार्धधातुकयोः इति सूत्रेण अपि च श्री श्वी इति धातु द्वयं त्यक्त्वा अन्ये सर्वे एकाचः इकारान्तदातवः अनिटः इकारान्तदातवः ओके अजन्तदातु इत्यनेन अनिटः एकाचः श्री एकाच एव अस्ति श्वी अपि एकाच् ओ श्री श्री दट् दट् द कारिका इट्स् इन् दट् कारिका श्री श्री ओके ओ सो तथा सेट् इन् दट् कारिका ऊद्रु दन्तैर् यौति रुक्ष्णु श्रृङ्ग् श्विङ्ग् संथिङ्ग् आम् आम् अस्तु अस्तु सो श्री श्री इति सेट् धातु अन्ये सर्वे एकाचः इकारान्तदातवः अनिटः अस्तु जी योगः तव्यत् सार्वधातुक आर्धधातुकयोः इत्यनेन आर्धधातुकप्रत्ययपरे इगन्त अङ्गस्य इकः गुणः भवति जे इति भवति जेतव्यं जी योगः तुमुन् गुणकार्यम् अस्ति इकारः परः अस्ति इत्यनेन जेतुं भवति जी योगः तृच् तथा एव गुणकार्यम् अस्ति जे योगः तृच् जेतृ जेता भवति चि योगः तव्यत् गुणकार्यप्रसक्तिः चेतव्यं चि योगः तुमुन् चेतुं टि योगः तृच् चेतृ चेता भवति चेता चेत्री चेतृ अधियोगः ई योगः तव्यत् तव्यत् अधियोगः ई योगः तव्यत् सार्वधातुक ओ ई धातु धातु अधिपूर्वक ई धातु अधिपूर्वक ई धातु द्वादिगण नास्ति खलु ओ इकारान्त नाट्गण आदियोगः ईयोगः तव्यत् सार्वधातुक अर्धधातुकयोः गुणप्रसक्तिः आदियोगः अदि ईकारस्य स्थाने एकारः अद् अदि अदियोगः ये योगः तव्य अदि इत्यस्य इकारस्य अधिकारस्य ईयोगः ये भवति एतव्य ओ देन् यण् सन्ति ओके अध्येतव्य अध्येतव्य अभिकम् अध्येतव्यः अध्येतव्या अध्येतव्यं लिङ्गानुसारेण ओके अधियोगः ईयोगः तुमुन् गुणकार्यम् अपि च यण् सन्धिः अध्येतुम् अध्येतुं भवति अधियोगः ईयोगः तृच् गुणकार्यम् अपि च लिङ्गानुसारेण अध्येता अध्येत्री अध्येतृ प्रथमा विभक्तिः सर्वे श्री श्वि इति धातु धातुद्वयम् इमौ द्वौ धातु सेटौ इति जानीमः श्रीयोगः सेट् इत्यनेन इकारः भवति श्रीयोगः ईयोगः तव्यत् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं श्रेयोगः ईतव्य श्रेयोगः ईतव्य येचो अयवायावः श्रे श्रयितव्य आम् एकारस्य स्थाने अकार यकार देन् अकार यकार श्र अकार अकार यकार इतव्य श्रयितव्यं श्रीयोगः इतुं गुणकार्यम् अनन्तरं येचो अयवायावः श्रयितुं श्रीयोगः ईयोगः तृच् गुणकार्यम् अपि च येचो अयवायावः श्रयितृ श्रयितृ प्रथमा विभक्ति सर्वे शयिता शयित्री शयित्र अस्तु श्वीयोगः ईयोगः तव्यत् गुणकार्यम् एचो अयवायावः श्वयितव्यं श्वयितव्यम् ओके अनन्तरं श्वीयोगः ईयोगः तुमुन् श्वी श्वेयोगः इतुम् ओके श्वयितुम् अस्तु so by only for the tavyat I mean tavyat they should also give the other linga kalu they didn't give all the other was wondering currently okay okay shri yogah ee yogah trich gunakaryam apicha yecho ayavayavah shvayitru becomes shvayita shvayitri shvayitru astu तत्र प्रायः सरलम् इति कृत्वा न दत्तम् इति चेत् श्वैतव्यं श्वैतः श्वैता इत्येव भवति अत्र तु त्रीतृ सर्वम् आगच्छति खलु अतः प्रायः सत्यं पूर्वमेव फर् आदियोगः ईयोगः तव्यत् देहगिवन् आलब्धम् अध्येतव्यः अध्येतव्या अध्येतव्यम् सत्यं सत्यम् आम् अतः ईकारान्तेषु श्री श्री इत्येव सेटौ आकारान्तेषु दरिद्रा एव सेट् अन्ये सर्वे अन्ये तत्रापि श्री श्री इति ईकारान्तेषु स्वे सेटौ अन्ये सर्वे अनितौ अनितः पश्यामः धन्यवादः भगिनि विजया भगिनि पठति वा भूमिप्रक्षेपणे आं महोदय नमस्कारः अत्र भूमिप्रक्षे प्रक्षेपणे इति अस्ति मेनाति मिनोति दीङ्गां व्यपि च बहुवारं वयं पठितवन्तः खलु आमाम् आम् आम् अनुवृत्तिसहितसूत्रमेव केवलं पठति क्रयादि मी हिंसायां स्वादौ भूमिं प्रक्षेपणे दिवादौ दीङ् क्षये विशेषं धातूनाम् अन्त्यस्य अलहस्थाने आकारादेशः भवति यपि विषये एच् निमित्त सिद्ध भिन्नप्रत्यया प्रत्ययस्य च विषये इदानीम् अनुवृत्तिसहितसूत्रं मीनाति मिनोति दीर्घाम् आत् यपि च एच् एज् निमित्ते प्रत्यये उपदेशे अशिति अस्ति चेत् एतत् कार्यं भवति इति. इदानीमत्र क्रियादौ मि हिंसायां, स्वादौ धुमि प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येषां धातूनाम् अन्त्यस्य अलहस्थाने आकारादेशः भवति ल्यपि विषये, एच् निमित्त शिद् भिन्न प्रत्ययस्य च विषये. नाम मी मी धि इत्येषां यदा गुणः वा वृद्धिं वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत् स्थाने आकारादेशः भवति. इदानीमत्र उदाहरणरूपेण स्वीकुर्मः धुमै योगः तव्यत्. इदानीम् अत्र दु आदि नुटुडवः इत्यनेन दु इत्यस्य इत् भवति, ञकारः फलन्त्यं तस्य लोपः इत्यनेन इत् भवति, मे एव तिष्ठति. अनन्तरं तव्यत् इति मध्ये तकारः फलन्त्यं तस्य लोपः इत्यनेन इत् भवति, तव्य एव तिष्ठति. मे योगः तव्य. इदानीम् इकार इक् वर्णः अस्ति, अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र गुणस्य प्रसक्तिः भवति. मीनाति मिनोति दीङ् ल्यपि च इत्यनेन स्वादौ धुमिङ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलहस्थाने आकारः भवति. एच् निमित्त षिद् भिन्न प्रत्ययस्य च विषये. अतः इदानीं मी अस्ति अत्र मीनाति मिनोति दीङ् ल्यपि च ल्यप्य अस्ति चेत् अत्र तव्य इति ल्यप्य अस्ति, तत् स्थाने आकार आदेशः भवति मा योगः तव्य मातव्य. इदानीं मातव्यः मातव्य मातव्यम् इति त्रिषु लिङ्गेषु भवति. तदेव अत्र दुमे योगः तुमुन्, अत्रापि मी योगः तुम् एव तिष्ठति. इदानीमपि सार्वधातुक अर्धधातुकयोः इत्यनेन कार्यं भवति. अनन्तरं मीनाति मिनोति इत्यस्य आकार आदेशः भवति, अतः मा योगः तुम् मातुम् इति भवति. तदेव अत्र दुमि योगः तृच्, अत्रापि मि योगः तृ. सार्वधातुक अर्धधातुकयोः मीनाति मिनोति इत्यस्य सूत्रौ अत्र मा योगः तृ, माता मात्री मातृ इति त्रिषु लिङ्गेषु भवति. अत्र अग्रे पठामि वा महोदय? आम् आम् आम् एवमेव. अत्र क्रयादौ अपि मी हिंसायाम् इति अर्थे आगच्छति. अनन्तरम् अत्र दिवादौ दीग् क्षये इति अर्थे आगच्छति. धातुरूप धातुद्वयस्य तव्यत् तुमुन्तृच् रूपसिद्धिः अपि भवति. तद् अत्र न दत्तं खलु, अथवा दत्तं वा? दीङ् रूपं न दत्तं खलु? अत्र ईकारस्य स्थाने आकारादेशः भवति मा योगः तव्यत् मातव्य, मा प्लस् तुम् मातुं, मा प्लस् तृच् माता इति तदेव भवति. अत्र समानमेव भवति, सत्यं समानरूपमेव. किञ्चित् क्लेशः भवति खलु महोदय? अत्र क्षन् इति अस्ति, अतः यकारे एव तिष्ठति. अत्र दातव्य इकार आदेशः भवति खलु, यकारः एव तिष्ठति अत्र. एवं वा? अत्र किं दत्तम्? आकार आदेशः एव भवति खलु, आदेशः भवति दा इति, दी स्थाने दा इति भवति. अनन्तरं तव्यत् भवति दातव्य, दातु दाता इति भवति. सम्यक्, तद् सम्यक्, ईकारादेशः न, सत्यं, तत् सम्यक् भगिनि. आम् समीचीनं, धन्यवादः. धन्यवादः महोदय. ईकारान्तदातु, अतः इकारान्तः तावदेव खलु, मीनाति मिनोति दीयां लपि च इत्येव विशेषं तत्र आकार आदेशः भवति तावदेव अस्त ईकारान्तदातुः महोदय अस्तु ईकारान्तदातवः सामान्यीकारं दातवः अत्र गुणकार्यं भवति यतो यथा अपेक्षितं सार्वकारदातुकयोः इति सूत्रेण डीङ् शीङ् इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाशः ईकार दातवः अनिटः यथा नियोगतव्यत् तत्र गुणनिषेध क्षम्यतां सार्वधातुक इत्येन गुणः इडागमः नास्ति नेतव्यम् अतः नेतुं नेता इति रूपाणि भी धातुः भेतव्यं तत् गुणः भी इत्यस्य भे भवति भेतव्य इडागमः न भवति भेतव्यं भेतव्या भेतुम् इति भवति तर्हि अग्रे क्री इति तव्यत् क्रेतव्यं क्रेतुं क्रेता इति तत्र क्रेता त्रिशिलिभ्येषु भवति तत्र तव्यत् अपि च तृत्प्रत्ययस्य क्रेता क्रेत्री क्रेत्र इति नपुंसकलिङ्गे डीङ् शीङ् इति धातुद्वयं धातुद्वयम् अपि स्टेटौ अतः डीङ् तत्र इतव्य तत्र गुणः भवति डयित अनन्तरं यशोयवयः डयितव्यं डयितुम् अथवा डयिता इति तत्र डयितृ अथवा डयित्री इति श्रीलिङ्गे शीङ् इति तथैव भवति शी इतव्य शे इतव्य यशोयवयवः शयितव्यः शयितुं शयिता अथवा शयित्री शयितृ इति नपुंसकलिङ्गे अग्रे धीधी वेवी इति धेदीङ् वेवीङ् इति धातोः इट् इति आगमस्य च येषां गुणविद्धिः च न भवतः इति अस्ति अनुवृत्तसूत्रमस्ति दीधी वेवी इडाम् इकः गुणविद्धिः न इति दीधी वेवी इति तत्र धातुद्वयमपि तत्र ते अनेकाचः इडागमः भवति अग्रिमसूत्रमस्ति ईवर्णयोः देधीवेवोः इति सूत्रेण तत्र इकारस्य लोपः भवति तर्हि धीधी योग इतव्यः तत्र तत्र गुणः निषेधः धेधी धीधी वेवीताम् इति सूत्रेण धीधी योग इतव्य ई इति तत्र यकारादि च इकारादि च प्रत्यये परे धेदि विविधता तु ईकारस्य लोपः भवति इत्यनेन तत्र धेदितव्य धेदितव्य धेदि धेदितुम् अथवा क्षम्यतां धीदितव्य धीदितुम् अपि च धीदिधा इति भवति तत्र गुणनिषेधः भवति इकारस्य लोपः भवति परन्तु एतत्तु सर्वत्र भवति खलु दीदी वेविताम् केवलम् अत्र इति न पूर्वमपि दृष्टवन्तः दीदी वेविताम् इति सूच्यते हित् इडागमस्य च येषां गुणवृद्धिः च न भवतः इट् इति आगमस्य च इट् इति आगमस्य च येषां गुणवृद्धिः च न भवतः सः तत्र बाधितं सत्यम् आम् एवमेव वेदी धातोः तुम्मुन् त्रिच् इति प्रत्यय अनुरूपाणि निर्मातुं शक्यते अत्र वेवी इति अस्ति वेवीयोग इतुम् अस्ति तत्र गुणनिषेधः अनन्तरम् ईकारस्य लोपः वेवितुं वेवितव्यं वेविता इति भवति इति तुमुन् त्रिच् अपि तव्यत् रूपाणि मीन् हिंसायां दीङ् क्षये इति द्वौ धातु वयम् अस्माभिः दृष्टम् इदानीमपि मीनादि मीनस्य दीङ्गान् लपि चेत् सूत्रेण तत्र आत् तत्र एज् निमित्ते प्रत्ययपरे एज् निमित्ते प्रत्यय अशीति प्रत्ययपरे तत्र आत्वं भवति इति तत्र मी योग तव्यत् मीनाति मीनोत् दीङ्गान् लपि चेत् सूत्रेण डुमिङ्ग् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशः भवति. तत्र मि इत्यस्य मा इति भवति, मातव्यं, मातुं, यथा प्र उपसर्गयुक्त प्रमातुं, प्रमातव्य, प्रमाता इति भवति. तथैव दीङ् इत्यस्यापि उपसर्गयुक्त दीङ् धातोः तव्यस्रूपम् अस्ति. मीनाति मिनोते दीङ्गान् लभ्यते चेत् सूत्रेण तत्र ईकारस्य स्थाने आत्वं भवति, दा इति भवति, उपदातव्य, उपदाता, उपदातुम् इति भवति. अतः ईकारान्तेषु डीङ् शीङ् इत्येव सेटौ. दरिद्रा आकारान्तेषु इकारान्तेषु श्री श्वी, ईकारान्तेषु डीङ् शीङ्. वेदी वेदी अपि अस्ति खलु तत्र, परन्तु अनेका चैव अस्ति. आं सत्यं, तदपि दीदी वेवी अपि अस्ति, परन्तु तत्र दीदी वेविकाम् इत्यनेन गुणवृद्धिः एव बाधितं, न तु इडागमः. सत्यं सत्यम्, ई वर्णयोः दीदी वेव्योः तद् अपि ईकारस्य लोपः भवति. सत्यम्, अतः चत्वारः अत्र, दीदी वेवी, डीङ् शीङ्. सत्यं, धन्यवादः महोदय. प्रायः अरुणा भगिनी पठेत्. अरुणा भगिनी, लिङ् श्लेषणे, ली श्लेषणे इति द्वौ धातु विभाषा लीयते इति सूत्रमस्ति. लिङ् श्लेषणे द्विवादौ, ली श्लेषणे क्रयादौ इत्यनयोः विकल्पेन आत्वादेशः भवति एचः विषये. लीयते हे इति पदे यक् प्रत्यययुक्तनिर्देशः, न तु शन् प्रत्ययः. अतः सिद्धान्तकौमुद्यां लीयते लीयते इति यका निर्देशो, न तु शन. लीलिङ्गोः आत्वं वा स्यात् एज् विषये लपि च. अनेन ज्ञायते यत् लीयतेः इत्यनेन ली धातुः स्नाप्रत्यययुक्तः अपि सन् प्रत्ययुक्तः अपि द्विवादौ द्वयोः अपि प्रयोजनमस्ति अस्मिन् सूत्रे. पूर्वसूत्रे मीनाति मिनोति दीङ्गां लपि च एतस्मिन् एचः इति पदेन सः निमित्ता इति शब्दार्थः आसीत्. एज् निमित्तविषये इति हि इति अत्रापि तथैव भवति. विभाषाप्रमादं लीयते षष्ट्यन्तं द्विपदमिदं सूत्रं मीनाति मिनोति दीङ्गां ल्यपि च इत्यस्मात् ल्यपि इत्यस्य वृत्ति आदेशोपदेशिष्यति इत्यस्य इत्यस्मात् आ एचः एतनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं लीयतेः आत् विभाषा ल्यपि च एज् निमित्तप्रत्ययविषये. प्रयत्नं करोमि. अत्र धातुद्वयम् अस्ति. प्रथमं लिङ् श्लेषणे द्विवादिगणीयः, ली श्लेषणे अत्ते क्रयादिगणः. एतनयोः विकल्पेन आत्वादेशः भवति, निमित्तानस्ति एचः विषये. लीयते इति पदम् अत्र अस्ति अपि यक् प्रत्यययुक्तनिर्देशः, न तु शन् प्रत्ययः. सन् प्रत्ययादिकम् अतः अत्र सिद्धान्तकौमुद्यमपि तदेव दत्तं. लीयते हे इति यका निर्देशो, न तु शन. लीलिङ्गोः आत्वं वा स्यात् एज् विषये ल्यपि च. न अवगतं भगिनि अत्र तत्र किम् उक्तम् इत्युक्ते लीयते इति लीयते इति यका निर्देशः लीयते इति पदमस्ति खलु विभाषा लीयते इति लीयते इति पदस्य तत् रूपं लीयते इति यका निर्देशः कृतं न तु श्यना श्यना इत्युक्ते शन् विकरणप्रत्ययेन निर्देशः न कृतं परन्तु यक् इति प्रत्ययेन निर्देशः कृतः इति उक्तं तद् प्रथमम् लिङ्गोः आत्वं वा स्यात् किं विषये अच् विश्वान् एच् विषये लपि च पूर्वस्मिन् सूत्रे दृष्टं खलु मीनाति मिनोति तत्र तादृशेषु तादृशमेव अत्रापि तत्र एच् विषये एव तत्र आत्वं भवति न तु एच् विषये एव आत्वं भवति यपि अपि भवति इति अनेन ज्ञायते यत् लीयते लीयतेः इत्यनेन ली धातोः श्ना प्रत्ययुक्तः अपि च श्यन् प्रत्ययुक्तः अपि द्विवादौ क्रयादौ द्वयोः अपि प्रयोजनम् अस्ति अस्मिन् सूत्रे अस्ति अस्तु विभाषा लीयते इत्येव उक्तं सूत्रे कथं वा वयं जानीमः तत्र प्रत्य धातुद्वयस्य विषये उक्तम् इत्युक्ते तत्र लीयते इत्यनेन श्ना प्रत्ययुक्तः अनन्तरं श्यन् प्रत्ययुक्तः द्वयमपि उक्तम् इति स्वीकृतम् इति लीलिङ्गोः आत्मं वा स्यात् एच् विषये तत्र लीलिङ्ग् इति द्वयमपि अस्ति खलु अनेन वयं जानीमः द्विवादौ क्रयादौ द्वयस्य विषये अपि उक्तम् इति अत्रापि धातु श्यन् प्रत्ययुक्तः एव श्यन् प्रत्ययुक्तः अपि सूचयति द्विवादौ क्रयादौ अत्र अनुवृत्तसहितसूत्रं वदति लीयतेः आविभाषा लपि च एज् निमित्तप्रत्ययविषये लीयते इत्यनेन यत् प्रत्यय निर्दिश्य ईदातु स्वीकरणीयम् आत् विभाषा विकल्पेन आत् आगच्छति लभ्य परेजात अरात् परेज एजन्तप्रत्ययविषये ओके अस्य धातोः तव्यत् अनन्तरूपाणि आत्वादेशो भवति चेत् एवं वि पूर्वक ली वीला वीलतव्यः वीलितव्यं वीलितव्या वीलितव्यम् आत्भावे आत्वभावे अस्य रूपाणि विलेतव्यः विलेतव्या विलेतव्यम् अस्य धातोः तुमन् प्रत्ययात् रूपाणि आत्वादेशो भवति चेत् वियुहलि वि लि स्थाने ल आकारः आत्वम् अस्ति वील वीलातुम् आत्वभावे रूपं विलेतुम् इति रूपं भवति अस्य दातृच् प्रत्ययान्तरूपं वियुहलि वीला लि स्थाने आगत्य वीलाता पदं विलातृ भवति तदनन्तरं विलाता विलात्री विलातृ आत्मभावे रूपाणि विलेता विलेत्री विलेतृ सम्यक् विभाषा खलु अतः रूपद्वयं लीयत् समीचीनं भगिनी धन्यवादः उषा भगिनी उकारान्तदातवः सामान्यः उकारान्तदातवः सामान्याः उकारान्तदातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक आर्धधातुकयोः इति सूत्रेण यु रु नु स्नु क्षु शृणु इत्येतां धातून् त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तदातवः अनिटः यूरु नु श्नु शु श्नु हु इति अन्यदातवः परिगणितदातोः कृते नास्ति अनिटः एव हु योगः तव्यत् गुणकार्यं हो योगः तव्यत् होतव्य होतव्यः होतव्या होतव्यम् अस्तु हु योगः तुमुन् तुमुन् तथापि अनिट सार्वधातुक अर्धधातुकयोः हो योगः तुमुन् होतुम् हो हु योगः तृच् अनिट् इत्यनेन होतृ होता भवति होता होत्री होतृ एवमेव दृ योगः तव्यत् तत्रापि अनिट् गुणकार्यमेव द्रो योगः तव्य द्रोतव्य द्रोतव्य द्रोतव्यः द्रोतव्यं द्रोतव्या द्रु योगः तुमुन् सार्वधातुकगुणकार्यमेव द्रोतुम् एव भवति दृ योगः तृच् सार्वधातुकार्धधातुकयोः गुणकार्यं द्रोता द्रोत्री द्रोतृ ओके सो यूरु नु स्नु षु ष्णु वन् टु त्री फोर् फैव् सिक्स् सिक्स् ओके षड् धातवः उकारान्तदातवः सेट् अन्ये धातवः अनिटः षट् सेट् उकारान्तदातवः ओके यूरु नु स्नु ष्णु प्णु एते धातवः सेटः सेट् युयोगः इतव्य भवति युयोगः इतव्य गुणकार्यं भवति यो योगः इतव्य एचो अयवायावः यवितव्य ओकारस्य स्थाने अव् अव् अ य वकार योगः इकार यवितव्य यवितव्यं भवति युयोगः ईयोगः तुमुन् तथा एव गुणकार्यम् अपि च एचो अयवायावः यवितुम् युयोगः ईयोगः तृत् स गुणकार्यम् अपि च एचो अयवायावः यवितृ इति प्रातिपदिकं यविता यवित्री यवितृ ओके एवमेव रु नु स्नु टु नु रु योगः इतव्य सेट् धातु रु रो रो योगः रवितव्यं रवितव्यं रवि रवितव्यः रवितव्या रवितव्यं रवितुं रविता रवित्री रवितृ भवति नु तथा एव नुवितव् नाट् नुवितव्यं नु नो भवति नवितव्यं नवितव्यं नवितुं नवि नवितृ भवति नविता नवित्री अस्तु नवितृ स्नु स्नु स्नो भवति स्नवितव्यं स्नवितव्यं स्नवितुं स्नवितृ बिकम् स्नविता स्नवित्री स्नवितृ क्षु धातु क्षो भवति क्षो इति क्षवितव्यं क्षवितव्यं क्षवितुं क्षवितृ अस्तु क्ष्णु क्ष्णु क्ष्णो क्ष्णवितुं क्ष्णवितव्यं श्नवि क्ष्णवितव्यं क्ष्णवितुं क्ष्णवित् क्ष्णविता श्नवित्री श्नवितृ तदेव अत्र कुटादि कुटादिदातवः खलु तदेव अहम् उक्तवती खलु पुनः पुनः तदेव आगच्छति एतद्वयम् इदानीमेव दृष्टवन्तः अद्य एव दृष्टवन्तः पुरिषत्सोर्गे पुरिषोत्सर्गे तद् गतपाठे दृष्टवन्तः गतसप्ताहे ध्रुगति इत्युक्ते स्थैर्ययोः, एवमेव कुड् धातुः, तदेव भाषावर्णो. किमर्थं भिन्नभिन्नरीत्या तदेव उक्तम् इति मम अवगमने नास्ति. अत्र उकारान्तधातोः त्रिवारम् उक्तं, ताम् अतिदेश इत्यस्मिन् प्रसङ्गे आसीत्, सामान्य अङ्गकार्यम् इति आसीत्, उकारान्तधातुः इति पुनः त्रिवारं तदेव आगच्छति. किमर्थम् इति न जाने, परन्तु भिन्नभिन्नरूपेण सम्यक् एव अस्माकं कृते. सत्यं सत्यं, तत्तु सत्यं. बहु बहु दीर्घकरपत्रमस्ति एतत्, बहु दीर्घमस्ति. ऐ थिङ्क् इट् इस् बिकास् आफ् द रेपिटिशन्स्. Probably we will continue on the next class. Ukara, Kutadi Ganata Arabhya Pataniyam Kalu. Ukara Anta Kutadi Data Vaha Ityasmata Agrima Saptahe Patishyama. Ukara Anta. Dhanivada Hapagini. Dhanivada Hapagini. Namaskara. Dhanivada Shubhara Agrima Kodi. Dhanivada Hapagini.